पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 29 पृथुरुवाच हते चैव महापापे एकस्मिन् पापचारिणि लोकाः सुखेन जीवन्ति साधवः पुण्यदर्शिनः तस्मादेकं प्रहर्तव्यं पापिष्टं पापचेतनम् तस्मात्त्वां हि हनिष्यामि सर्वसत्त्वप्रणाशिनीं त्वया बीजानि सर्वाणि लुप्तान्येदानि साम्प्रतं ग्रासं कृत्वा स्थिरीभूत्वा प्रजां हत्वा क्व यास्यसि हदे पापे दुराचारे सुखं जीवन्ति साधवः तस्मात् पापं प्रहन्तव्यं सत्यमेवं न संशयः पालितव्यं प्रयत्नेन यस्माद्धर्मः प्रवर्धते भवत्यादु महत्पापं प्रजा संक्षयकारकम् एकस्यार्धेन यो हन्यादात्मनो वा परस्य वा लोकोपतापकं हत्वा न भवेत्तस्य पादकं सुखमेष्यन्ति बहवो यस्मिंस्तु निहदे शुभे वसुधे निहदे दुष्टे पादकं नोपपादकं प्रजानिमित्तं त्वामेव हनिष्यामि न संशयः यदि मे पुण्यसंयुक्तं वचनं न करिष्यति जगतोऽस्य हितार्थाय साधु चैव वसुन्धरे हनिष्ये त्वां सिद्धैर्बाणैर्मद्वाक्यात्तु पराङ्मुखीं स्वीयेन तेजसा चैव पुण्यां त्रैलोक्यवासिनीम् प्रजां चैव धरिष्यामि धर्मेणापि न संशयः मच्छासनं समास्ताय धर्मयुक्तं वसुन्धरे इमाः प्रजा आज्ञया मे सञ्जीवय सदैव हि एवं मे शासनं भद्रे अद्य यर्हि करिष्यसि ततः प्रीतोऽस्मि ते नित्यम् गोपायिष्यामि सर्वदा त्वामेव हि न सन्देह अन्ये चैव नृपोत्तमाः धेनुरूपेण सा पृथ्वी बाणाञ्चिद कलेवरा उवाचेदं पृथुं वैन्यं धर्माधारं महामतिं धरण्युवाच तवादेशं महाराज सत्यपुण्यार्थसंयुधं प्रजानिमित्तमत्यर्थं विधास्यामि न संशयः उद्यमेनापि पुण्येन उपायेन नरेश्वर समारम्भाः प्रसिद्ध्यन्ति पुण्याश्चैवाप्युपक्रमाः उपायं पश्य राजेन्द्र येन त्वं सत्यवान् भवेः धारयेधा प्रजाश्चेमा येन सर्वाः प्रवर्धये संलग्नाश्चोत्तमा बाणा ममाङ्गे ते शिलाशिताः समुद्धर स्वयं राज्यं चल्यन्ति भृशमेव ते स मां कुरु महाराज तिष्ठेन्मयि यथा पयः सूद उवाच धनुषोग्रेण ताञ्छैलान्नानारूपान् गुरूंस्तथा उत्सारयंस्ततः सर्वां समरूपां चकारसः तदा प्रभृति ते शैला वृद्धिमाभूद्विजोत्तमाः तस्या अङ्गात् स्वयं बाणान् स स्वकीयान् नृपनन्दनः समुद्धृत्य तदो वैन्यः प्रीतेन मनसा तदा गर्ताश्च कन्दराश्चैव बाणाखादैः समीकृताः एवं पृध्वध्यं समां सर्वां चकार पुण्यवर्धनः समीकृत्य महाभागो वत्सं तस्या व्यकल्पयद मनुं स्वायम्भुवं पूर्वं परिचिन्त्य पुनः पुनः अदितेष्वध सर्वेषु मन्वन्तरेषु सत्तमाः विषमत्वं गदा भूमिः पन्था नासीच्च कुत्रचिद् समानि विषमाण्येवं स्वयमासन् द्विजोत्तमाः पूर्वं मनोश्चाक्षुषस्य प्राप्ते चैवान्तरे तदा जादे पूर्वविसर्गे च विषमे च धरातले ग्रामाणां च पुराणां च पत्तनानां तथैव च देशानां क्षेत्रपन्नानां मर्यादा न हि दृश्यते कृषिर्नैव न वाणिज्यं न गोरक्षा प्रवर्तते नानृदं भाषते कश्चिन्न लोभो न च मत्सरः नाभिमानं च वै पापं न करोति कदा किल वैवस्वतस्य सम्प्राप्ते अन्तरे द्विजसत्तम वैन्यस्य सम्भवात् पूर्वं प्रजानामेव सम्भवः इमाः प्रजाद्विजा सर्वा निवासं समरोचयन् क्वचिद्भूमौ गिरौ क्वापि नदीतीरेषु वै तदा कुञ्जेषु सर्वतीर्थेषु सागरस्य तटेषु च निवासं चक्रिरे सर्वा प्रजा पुण्येन वै तदा तासामाहारसं जातफलमूलमधुस्तदा महदा कृच्छ्रेण तासामाहारश्च द्विजोत्तमाः पृद्धो वैन्यसमालोक्य प्रजानां कष्टमेव हि स्वायम्भुवो मनुर्वत्सकल्पितस्तेन भूभुजा स्वपाणिकल्पितस्तेन पात्रमेवं महामदे स पृथुः पुरुषव्याघ्रो दुदोह वसुधां तदा सर्वसस्यमयं क्षीरं ससर्वान्नं गुणान्वितं तेन पुण्येन चान्येन सुधाकल्पेन ताः प्रजाः तृप्तिं नयन्ति देवान्वै प्रजाः पितृंस्तथा परान् प्रसादात् तस्य वैन्यस्य सुखं जीवन्ति ताः प्रजाः देवेभ्यश्च पितृभ्यश्च दत्त्वा चान्नं प्रजास्ततः ब्राह्मणेभ्यो विशेषेण अतिथिभ्यस्तथैव च पश्चाद्भुञ्जन्ति पुण्यास्ता प्रजा सर्वा द्विजोत्तमाः यज्ञैश्चान्ये यजन्त्येव तर्पयन्ति जनार्दनं तेन चान्येन देवेशं तृप्तिं गच्छन्ति देवताः पुनर्वर्षदिपर्जन्यप्रेषितो माधवेन च तस्मात् पुण्या महौषध्यः सम्भवन्ति सुपुण्यदाः सस्यजातानि सर्वाणि पृथुर्वैन्यः प्रजापतिः तेनान्नेन प्रजा सर्वा वर्धन्ते द्यापि नित्यशः ऋषिभिश्चैव मिलितैर्दुग्धाचेयं वसुन्धरा पुनर्विप्रैर्महाभाग्यैः सत्यवद्भिः सुरैस्तथा सोमो वत्सस्वरूपो भूदोग्धा देवगुरुस्वयम् ऊर्जं क्षीरं पह्यकल्पं येन जीवन्ति चामराः तेषां सत्येन पुण्येन सर्वे जीवन्ति जन्तवः सत्यपुण्ये प्रवर्धन्ते ऋषिदुग्धा वसुन्धरा अधादः सम्प्रवक्ष्यामि यथा दुग्धा इयं धरा पितृभिश्च पुरा वत्स विधिना येन वै तदा सुपात्रं राजदं कृत्वा स्वधा क्षीरं सुधान्वितं परिकल्प्य यमं वत्सं दोग्धा चान्तक एव सः नागैः सर्पैस्तदो दुग्धा तक्षकं वत्समेव च अलाम्बुपात्रमादाय विषं क्षीरं द्विजोत्तमाः नागानां तु तथा दोग्धा धृतराष्ट्रः प्रतापवान् सर्पनागा द्विजश्रेष्ठास्तेन वर्धन्ति चातुलाः नागा वर्धन्ति तेनापि ह्यत्युग्रेण द्विजोत्तमाः विषेणघोररूपेण सर्पाश्चैव भयानकाः तेनैव वर्तयन्त्युग्रा महाकाया महाबलाः तदा हारास्तदाचारास्तद्वीर्यास्तत्पराक्रमाः अधादसम्प्रवक्ष्यामि यथा दुग्धा वसुन्धरा असुरैर्दानवैः सर्वैः कल्पयित्वा द्विजोत्तमाः पात्रमत्रान्न सदृशमायसं सर्वकामिकं क्षीरं मायामयं कृत्वा सर्वारादिविनाशनं तेषामभूत्स वै वत्सो विरोचनप्रतापवान् ऋत्विग्द्विमूर्धा दैत्यानां मधुर्दोग्धा महाबलः तया हि मायया दैत्या प्रवर्तन्ते महाबलाः महाप्रज्ञा महाकाया महातेजः पराक्रमाः तद्बलं पौरुषं तेषां तेन जीवन्ति दानवाः तयैते माययाद्यापि सर्वमाया द्विजोत्तमाः प्रवर्धन्ते मिदप्रज्ञास्ते तदेषामिदं बलं तथा दुग्धा यक्षैः सा सर्वधारासु मेदिनी इति शुश्रुमविप्रेन्द्राः पुराकल्पे महात्मभिः अन्तर्धानमयं क्षीरमयस्पात्रे सुविस्तरे वैश्रवणो महाप्राज्ञस्तदा वत्सप्रकल्पितः मणिधरस्य पिता पुण्यप्राज्ञो बुद्धिमदाम्बरः दोग्धा रचतनाभस्तु तस्याश्चासीन्महामदिः सर्वज्ञः सर्वधर्मज्ञो यक्षराजसुदो बली अष्टबाहुर्महातेजा द्विशीर्षः सुमहा तपः यक्षा वर्धन्ततेनापि सर्वदैवद्विजोत्तमाः पुनर्दुग्धा इयं पृथ्वीं राक्षसैश्च महाबलैः तथा चैषा पिशाचैश्च साधुरैर्दग्धवारिभिः उत्प्लुतं नृकपालं तं शावपात्रमह्यकृतं सुप्रजां भोक्तुकामास्ते तीव्रकोपपराक्रमाः दोग्धा रचतनाभस्तु तेषामासीन्महाबलः सुमालीनाम वत्सश्च शोणितं क्षीरमेव च रक्षांसि यादुधानाश्च पिशाचाश्च महाबलाः यक्षास्तेन च जीवन्ति भूतसङ्घाश्च दारुणाः गन्धर्वैरप्सरोभिश्च पुनर्दुग्धा वसुन्धरा कृत्वा वत्सं सुविद्वांसं तैश्च चित्ररथं पुनः दुग्दुः पद्मपात्रे तु गान्धर्वं गीतसङ्कुलं सुरुचिर्नाम गन्धर्वस्तेषामासीन्महामतिः दोग्धा पुण्यतमश्चैव तस्याश्च द्विजसत्तमः शुचिगीतं महात्मानः सुक्षीरं दुदुःस्तदा गन्धर्वास्तेन जीवन्ति अन्याश्चाक्षरसस्तथा पर्वतैश्च महापुण्यैर्दुग्धा चेयं वसुन्धरा रत्नानि विविधान्येव ओषधीश्चामृदोपमाः वत्सश्चैव महाभागो हिमवान् परिकल्पितः मेरुर्दोक्ता च सञ्जातपात्रं कृत्वा दुशैलजं तेन क्षीरेण संवृद्धा शैला सर्वे महौजसः पुनर्दग्धा महावृक्षै पुण्याय कल्पद्रुमादिभिः पालाशं पात्रामानिन्युश्चिन्न दग्धप्ररोहणम् शालो दुदोहपुष्पाङ्कः प्रक्षो वत्सो भवत्तदा गुह्यकैश्चरणैः सिद्धैर्विद्याधरगणैस्तदा दुग्धा चेयं सर्वधात्री सर्वकामप्रदायिनी यं यमिच्छन्ति ये लोकाः पात्रवत्सविशेषणैः तैस्तैस्तेषां ददात्येव क्षीरं सद्भावमीदृश्यम् इयं धात्रीविधात्री तु इयं श्रेष्ठा वसुन्धरा सर्वकामदुःखाधेनुरियं पुण्यैरलङ्कृता इयं ज्येष्ठा प्रतिष्ठादु इयं सृष्टिरियं प्रजा पावनी पुण्यदा पुण्या सर्वसस्य प्ररोहिणी चराचरस्य सर्वस्य प्रतिष्ठा योनिरेव च महालक्ष्मीरियं विद्या सर्वविश्वमयी सदा सर्वकामदुःखादोग्ध्री सर्वबीजप्ररोहिणी सर्वेषां श्रेयसां मादा सर्वलोकधरा इयं पञ्चानामभिभूतानां प्रकाशो रूपमेव च असीदियं समुद्रान्धा मेदिनीधिपरिश्रुता मधुकैडभयो कृष्णा मेधसा समभिप्लुदा तेनेयं मेदिनी नाम प्रोच्यते ब्रह्मवादिभिः तदोऽभ्युमगमत्प्राज्ञ पृथोर्वैन्यस्य सतमाः दुहीदृत्वमनुप्राप्ता देवी पृथ्वीदि चोच्यते तेन राज्ञा द्विजश्रेष्ठाः पालितेयं वसुन्धरा ग्रामाधारं गृहाणां च पुरपत्तनमालिनी सस्याकरवदि स्फीदा सर्वतीर्थमयी द्विजाः एवं वसुमती देवी सर्वलोकमयी सदा एवं प्रभावो राजेन्द्रपुराणे परिपठ्यते पृथुर्वैन्यो महाभागसर्वकर्मप्रकाशकः यथा विष्णुर्यथा ब्रह्मा यथा रुद्रसनातनः नमस्कार्यास्त्रयो देवा देवाद्यैर्ब्रह्मवादिभिः ब्राह्मणैर्ऋषिभिः सर्वैर्नमस्कार्यो नृपोत्तमः वर्णानामाश्रमाणां यस्थापकः सर्वलोकधृक पार्थिवैश्च महाभागैः पार्थिवत्वमिहेप्सुभिः आदिराजो नमस्कार्य पृथुर्वैन्यप्रतापवान् धनुर्वेदार्थिभिर्योधैः सदैव जयकाङ्क्षिभिः नमस्कार्यो महाराजो वृत्तिदादामहीभृदाम् एवं पात्रविशेषाश्च मया ख्यादा द्विजोत्तमाः वत्सानां सुविशेषाश्च दोग्धॄणां भवदग्रदः क्षीरस्यापि विशेषं तु यथोद्दिष्टं हि भूभुजा समाख्यातं तदाग्रे च भवतां वै यथार्थतः धन्यं यशस्यमारोग्यं पुण्यं पापप्रणाशनम् पृथोर्वैन्यस्य चरितं यशृणोति द्विजोत्तमाः तस्य भगीरथिस्नानमहन्यहनि जायते सर्वपापविशुद्धात्मा विष्णुलोकं प्रयाति सः इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे पृथूपाख्याने एकोनत्रिंशोऽध्यायः ॐ